एवं परमार्थसंन्यासकर्मयोगयोः कर्तृद्वारकं संन्याससामान्यमपेक्ष्य यं संन्यासमिति प्राहु योऽयं तं यद्यपि पाण्डव इति कर्मयोगस्य स्तुत्यर्थं संन्यासत्वम् उक्तम्। ध्यानयोगस्य फलनिरपेक्षः कर्मयोगो बहिरङ्गं साधनमिति तं संन्यासत्वेन स्तुत्वा अधुना कर्मयोगस्य ध्यानयोगसाधनत्वं दर्शयति। आरुरुक्षोर्मुनिर्योगं कर्मकारणमुच्यते योगारूढस्य तस्यैव शमःकारणमुच्यते। आरुरुक्षोः आरोढुम् इच्छतः अनारूढस्य ध्यानयोगे अवस्थातुम् अशक्तस्य एव इत्यर्थः। कस्य तस्य आरुरुक्षोः मुनिः कर्मफलसन्यासिनः इत्यर्थः। किम् आरुरुक्षोः योगं कर्मकारणं साधनमुच्यते। योगारूढस्य पुनः तस्यैव शमः उपशमः सर्वकर्मभ्यो निवृत्तिः कारणं योगारूढस्य साधनम् उच्यते इत्यर्थः। यावद्यावत् कर्मभ्यः उपरमते तावत् तावत् निरायासस्य जितेन्द्रियस्य चित्तं समाधीयते। तथा सति स झटिति योगारूढो भवति। तथा च उक्तं व्यासेन नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकदा समता सत्यता च शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरमः क्रियाभ्यः इति। अथ इदानीं कदा योगारूढो भवति इत्युच्यते, यदा हिनेन्द्रियार्थेषु न कर्मस्वनुषज्यते सर्वसङ्कल्पसंन्यासि योगारूढस्तदोच्यते। यदा समाधीयमानचित्तो योगी हि इन्द्रियार्थेषु इन्द्रियाणामर्थः शब्दादयः तेषु इन्द्रियार्थेषु कर्मसु च नित्यनैमित्तिककाम्यप्रतिषिद्धेषु प्रयोजन अभावबुद्ध्या न अनुषज्यते अनुषङ्गं कर्तव्यताबुद्धिं न करोति इत्यर्थः। सर्वसङ्कल्पसंन्यासी सर्वान् सङ्कल्पान् इहामुत्रार्थकामहेतुं संन्यसितुं शीलम् अस्य इति सर्वसङ्कल्पसंन्यासी योगारूढः प्राप्तयोगः इत्येतत् तदा तस्मिन् काले उच्यते। सर्वसङ्कल्पसंन्यासी इति वचनं सर्वांश्च कामान् सर्वाणि च कर्माणि संन्यस्येत् इत्यर्थः। सङ्कल्पमूला हि सर्वे कामः। सङ्कल्पमूलः कामो वै यज्ञासङ्कल्पसम्भवाः कामजानामि ते मूलं सङ्कल्पात् किल जायसे न त्वां सङ्कल्पयिष्यामि तेन मे न भविष्यसि इत्यादि स्मृते। सर्वकामपरित्यागे च सर्वकर्मसंन्यासः सिद्धो भवति। स यथा कामो भवति तत्क्रतुर्भवति यत्क्रतुर्भवति तत्कर्म कुरुते इत्यादि श्रुतिभ्य यद्यद्य कृते जन्तुः तत्तत् कामस्य चेष्टितम् इत्यादि स्मृतिभ्यश्च न्यायाच्च नहि सर्वसङ्कल्पसंन्यासे कश्चित् स्पन्दितुमपि शक्तः। तस्मात् सर्वसङ्कल्पसंन्यासी इति वचनं सर्वान् कामान् सर्वाणि कर्माणि च त्याजयति भगवान्। यदा एवं योगारूढः तदा तेन आत्मा उद्धृतो भवति संसारात् अनर्थजातः। अतः उद्धरेदात्मनात्मानं नात्मानमवसाधयेन् आत्मैव ह्यात्मनो बन्धुः आत्मैव रिपुरात्मनः। उद्धरे संसारसागरे निमग्नम् आत्मनः आत्मानं ततः उत् ऊर्ध्वं हरे उद्धरे योगारूढताम् आपादयेदित्यर्थः। न आत्मानम् अवसादये न अधः नये न अधः गमये आत्मैव हि यस्मादात्मनः बन्धुः न हि अन्यः कश्चित् बन्धुः यः संसारमुक्तये भवति। बन्धुरपि तावत् मोक्षं प्रति प्रतिकूल एव स्नेहादिबन्धनायतनत्वात्। तस्मात् युक्तम् उदाहरणम् आत्मैव आत्मनो बन्धुः इति। आत्मैव रिपुः शत्रुः यः अन्यः अपकारी बाह्यः शत्रुः सोऽपि आत्मप्रयुक्त एवेति युक्तमेव उदाहरणम् आत्मैव रिपुरात्मनः। आत्मैव बन्धुः आत्मैव रिपुः आत्मनः इत्युक्तं तत्र किं लक्षण आत्मा आत्मनो बन्धुः किं लक्षणो वा आत्मा आत्मनो रिपुः इत्युच्यते। बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः अनात्मनस्तु शत्रुत्पि वर्तेतात्मैव शत्रुवत्। बन्धुः आत्मा आत्मनः तस्य तस्य आत्मनः स आत्मा बन्धुः येन आत्मना आत्मैव जितः। आत्मा कार्यकरणसङ्घातो येन वशीकृतः जितेन्द्रियः इत्यर्थः। अनात्मनस्तु अजितात्मनस्तु शत्रुत्वे शत्रुभावे वर्तेत आत्मैव शत्रुवत्। यथा अनात्मा शत्रुः आत्मनः अपकारी तथा आत्मा आत्मनः अपकारे वर्तेत इत्यर्थः। जितात्मनः प्रशान्तस्य परमात्मा समाहितः शीतोष्णसुखदुःखेषु तथा मानापमानयोः। जितात्मनः कार्यकरणसङ्गात आत्मा जितो येन सह जितात्मा तस्य जितात्मनः प्रशान्तस्य प्रसन्नान्तःकरणस्य सतः सन्न्यासिनः परमात्मा समाहितः साक्षात् आत्मभावेन वर्तते इत्यर्थः। किञ्च शीतोष्णदुःखदुःखेषु तथा माने अपमाने च मानापमानयोः पूजापरिभवयोः समस्यात् ज्ञानभिज्ञानतृप्तात्मकूटस्थो विजितेन्द्रियः युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः। ज्ञानविज्ञानतृप्तात्मा ज्ञानं शास्त्रोक्तपदार्थानां परिज्ञानं विज्ञानं तु शास्त्रतो ज्ञातानां तथैव स्वानुभवकरणं। ताभ्यां ज्ञानविज्ञानाभ्यां तृप्तः सञ्जात अलं प्रत्ययः आत्मा अन्तःकरणं यस्य सः ज्ञानविज्ञानतृप्तात्मा कूटस्थः अप्रकम्प्यः भवति इत्यर्थः। विजितेन्द्रियश्च य ईदृशः युक्तः समाहितः इति स उच्यते कथ्यते। स योगी समलोष्टाश्मकाञ्चनः लोष्टाश्मकाञ्चनानि समानि यस्य सः समलोष्टाश्मकाञ्चनः। किञ्च सुहृं मित्रार्युदासीन मध्यस्थद्वेषबन्धुषु साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते। सुहृत् इत्यादि श्लोकार्थम् एकं पदम्। सुहृत् इति प्रत्युपकारम् अनपेक्ष उपकर्ता मित्रं स्नेहवान् अरिः शत्रुः उदासीनः न कस्यचित् पक्षं भजते मध्यस्थः यो विरुद्धयोः उभयोः हितैः द्वेष्यः आत्मनः अप्रियः। बन्धुः सम्बन्धि इत्येतेषु साधुषु शास्त्रानुवर्तिषु अपि च पापेषु प्रतिषिद्धकारिषु सर्वेषु एतेषु समबुद्धिः कः किं कर्म इति अव्यापृतबुद्धिः इत्यर्थः। विशिष्यते विमुच्यते इति वा पाठान्तरं योगारूढानां सर्वेषाम् अयम् उत्तमः इत्यर्थः। अत एवम् उत्तमफलप्राप्ते योगी युञ्जीत सततम् आत्मानं रहसि स्थितः एकाकीयतचित्तात्म निराशीरपरिग्रहः। योगी ध्यायी युञ्जीत समादध्य सततं सर्वदा आत्मानम् अन्तःकरणं रहसि एकान्ते गिरिगुहादौ स्थितस्सन् एकाकी असहायः। रहसि स्थितः एकाकी च इति विशेषणं संन्यासं कृत्वा इत्यर्थः। यतचित्तात्मा चित्तम् अन्तःकरणम् आत्मा देहश्च संयतौ यस्य सः यतचित्तात्मा निराशीः वीततृष्णः अपरिग्रहः परिग्रहरहितश्च इत्यर्थः। संन्यासित्वेऽपि त्यक्तसर्वपरिग्रहः सन् युञ्जीत इत्यर्थः। अथ इदानीं योगं युञ्जतः आसनाहारविहारादीनां योगसाधनत्वेन नियमो वक्तव्यः। प्राप्तयोगस्य लक्षणं तत्फलादि च इत्यतः आरभ्यते। तत्र आसनमेव तावत् प्रथमम् उच्यते। शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम्। शुचौ शुद्धे विविक्ते स्वभावतः संस्कारतो वा देशे स्थाने प्रतिष्ठाप्य स्थिरम् अचलम् आत्मनः आसनं नात्युच्छितं न अतीव उच्छितं न अपि अतिनीचं तच्च चैलायनकुशोत्तरं चैलम् अजिनं कुशाश्च उत्तरे यस्मिन् आसने तद् आसनं चैलायनकुशोत्तरं पाठक्रमविपरीतः अत्र क्रमः चैलादीनं प्रतिष्ठाप्य किं तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः उपविश्यावने युञ्ज योगमात्मविशुद्धये तत्र तस्मिन् आसने उपविश्य योगं युञ्जत् कथं सर्वविषयेभ्यः उपसंवृत्य एकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः चित्तं च इन्द्रियाणि च चित्तेन्द्रियाणि तेषां प्रियाः संयतायस्य सः यतचित्तेन्द्रियक्रियः स किमर्थं योगं युञ्जात् इत्यः आत्मविशुद्धि अन्तःकरणस्य विशुद्ध्यर्थम् इत्येतत् बाह्यम् आसनमुक्तम् अधुना शरीरधारणं कथम् इति उच्यते समं कायशिरो ग्रीवं धारयन्नचलं स्थिरः सम्प्रेक्ष्यनासिकाग्रं स्वं दिशश्चानवलोकयन् समं कायशिरोग्रीवं कायश्च शिरश्च ग्रीवा च कायशिरोग्रीवं तत्समं धारयन् अचलं च समं धारयतः चलनं सम्भवति अतः विजयनष्टि अचलमिति स्थिरः स्थिरो भूत्वा इत्यर्थः स्वं नासिकाग्रं सम्प्रेक्ष्य सम्यक् प्रेक्षणं दर्शनं कृत्वा इव इति इव शब्दो लुप्तो द्रष्टव्यः न हि स्वनासिकाग्रसम्प्रेक्षणम् इह विदिक्षितं किं तर्हि चक्षुषो दृष्टिसन्निपातः स च अन्तःकरणसमाधानापेक्षो विवक्षितः स्वनासिकाग्रसम्प्रेक्षणमेव चेत् विवक्षितं मनः तत्रैव समाधीयेत न आत्मनि आत्मनि हि मनसः समाधानं वक्ष्यते आत्मसंस्थं मनः कृत्वा इति तस्मात् इवशब्दलोपेन अक्ष्णोः दृष्टिसन्निपात एव सम्प्रेक्ष्य इत्युच्यते दिशश्च अनवलोकयन् दिशां च अवलोकनम् अन्तरा कुर्वन् इत्येतत्